नमः सर्वेभ्यः. समासचिन्तनवर्गे सर्वेषां स्वागतम्. ॐ येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ऐ उण ऋलृक् ए ओङ् ऐ औच् हैवरट् लण् ञवगणनं झभैं घटदश् झभघटदश् कफचटतचटतौ कपै शशसर् हल् पाणि. उषा भगिनी सूत्राणि पठतु. महोदय, तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयं तेन कट्वा क्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः कर्तृकरणे कृता बहुलं कृत्यैराधिकार्थवचने अन्नेन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेताफोडमुक्तपतितापत्रस्थैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणिक्तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च द्वाङ्क्षेणक्षेपे कृत्यैर्ऋणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्निपुणनवकेवलाः समानाधिकरणेन दिक् सङ्ख्ये संज्ञायां तद्धितार्थ उत्तरपदसमाहारे च सङ्ख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्य अप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमजगन्यसमानमध्यमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नैङ् विशिष्टेन अनैङ् सन्महत् परम उत्तम उत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकथमौ जातिपरिप्रश्ने किं क्षेपे पोटा युवति स्तोक कतिपय गृष्टिधेनु वशा वेहद् बष्कयणी प्रवक्तृ श्रोत्रियाध्यापक धूतैर्जातिः प्रशंसा वच्नैश्च युवा खलति फलितबलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च पूर्वापरादरोत्तरम् एकदेशिना एकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषद् अकृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगदिप्रादयः उपपदम् अतिङ् अमैवाव्ययेन तृतीया प्रभृतीनि अन्यतरस्यां त्वा च धन्यवादः. तत्र समासान्तसूत्राणि अपि पठतु भगिनि. तत्पुरुषस्य अङ्गुलेः सङ्ख्याव्ययादेः अह सर्वैकदेशसङ्ख्यातपुण्याच्चरात्रेः अह्नोन्ह एतेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाव्यां च राजाः सखिभ्यश् टच् गोः अतद्दितलुकि अग्राख्यायाम् उरसः अनोष्मायः सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेः शृणः उपमानाद् अप्राणिषु उत्तरमृगपूर्वा च सक्नः नावो द्विगोः अर्धा च खार्याः प्राचां द्वितृभ्याम् अञ्जलेः अनसन्तान् नपुंसकाच्छन्दसि ब्रह्मणो जानपदाख्यायां कुमहद् अन्यत् कुमहद्भ्याम् अन्यतरस्याम्। धन्यवादः भगिनि। धन्यवादः महोदय। विषयमस्ति तृतीयातकृतार्थगुणवचनेन इति सूत्रस्य प्रथमभागं पूरीकृतम् अस्माभिः। अत्र उदाहरण द्वितीया गुणवचनेन इति तत्कृतार्थेन गुणवचनेन इति गतवर्गे न पठितम् इति मन्ये। तत्र तत्र न केवलं गुणा क्रिया अपि गुणवचनेन उच्यते इति आरभ्य गोमती भगिनी पठति वा? पठामि। न केवलं गुणः क्रिया अपि गुणवचनेन उच्यते। प्रकृतसूत्रे गुणवचनः इत्यनेन न केवलं गुणः स्वीकृतः अपि तु क्रिया अपि तस्मिन् अन्तर्भूतः भवति। वचनम् इति ल्युडन्तशब्दः वचनक्रियां बोधयति। तर्हि पाचक इति गुणवाचकशब्दः अस्ति। यस्मिन् सः पचनक्रिया विद्यते सः पाचकः। एतादृशशब्दाः गुणवचनशब्दाः इति उच्यन्ते। सारांशः कः इति चेत् यस्मिन् द्रव्ये गुणः अथवा क्रिया विद्यते तद् बोधकशब्दः गुणवचनशब्दः इति उच्यते। अग्रे पठामि वदामि। अग्रे पठतु। तत्कृतेन गुणवचनेन कश्चित् गुणवचनशब्दः अस्ति। तस्मिन् गुणस्य उत्पादने तृतीयान्तशब्दः हेतुः भवति चेत् स गुणवचनः तृतीयान्तेन कृतः इति उच्यते। तत्कृतेन गुणवचनेन नाम तृतीयान्तेन कृतेन गुणवचनेन इत्यर्थः। तात्पर्यम् एवमस्ति यत् तृतीयान्तं पदं कारणमस्ति गुणवचनस्य उत्पादने। एतादृशसन्दर्भेषु तृतीयान्तं पदं गुणवचनेन सह समस्यते। अत्र रोहिणी भगिनी वदति भवत्याः ध्वनि मन्दं श्रूयते इति। Even for me too, Mahodaya. It's I can hear only very slightly. What about my voice? Yours is also like that, Mahodaya. I think something is to do with the setting, because yesterday, even in Lakshmi Bhagini's class, we had the same problem. She was saying, I'm speaking to the mic, but then the sound was coming low. You may have to increase the volume at your side. Okay. And, I am at the maximum level, Mahodaya. Still, I am not able to hear you clearly. I mean, very soft voice. Yeah, I think it is something to do with the setting of pre-conference call, which we are not able to control. So, as much as possible, keep the mic closer to your mouth and speak. That's all we can do now, unless they do come with an update. अस्तु वदतु भगिनि। यत्र सूत्रं तृतीया तत्कृतार्थेन गुणवचनेन इति। तत्कृतेन गुणवचनेन तत्कृतेन अर्थेन इति सूत्रे द्वि कारणं तत्र भवति. तृतीयान्तपदार्थे गुणः गुणे अर्थे च हेतुः भवति. तस्य कारणेन तृतीयान्तं पदं गुणवचनेन तत्कृतेन गुणवचनेन तेन कृतेन गुणवचनेन अथवा अर्थेन समस्यते इति सूत्रं वदति. अत्र न केवलं गुणः क्रिया अपि गुणवचनेन उच्यते इति दत्तम्. यथा वयं पाचकः इति शब्दं स्वीकुर्मः पदं स्वीकुर्मः चेत् पाचकः इति शब्दे पाचकः अस्ति, पचनक्रिया अपि तस्मिन् एव वर्तते. पचनक्रिया यस्मिन् वर्तते सः एव पाचकः. अतः गुणवचनम् अपि पचनक्रिया आर् इन्सेपरेबल्. अतः केवलं गुणः क्रिया अपि गुणवचनेन तस्य अर्थं बोधयति इति तत्र प्रथमपरिच्छेदे उक्तम्. गुणवचन इत्यनेन भगिनि अस्तु महोदय, गुण इति गुण इति शब्द स्वाभाविकगुण स्वरूपेण गुण भवति चेत् अपि भवति क्रियासम्बन्धकारणेन गुणत्वम् अध्यासते चेदपि गुणं भवति. यदा मृदुपुष्पम् इति मृदुत्वं स्वयं स्वस्य गुणस्य कारणं भवति मृदुत्वं, तत्र क्रिया कोऽपि न वर्तते. किन्तु पाचकः इति शब्दस्य कृते पाचकक्रियाया कारणेन पाचकः इति उत्पन्नः भवति. तत् तद् तयोः उभयोः गुणवचने इति समाहितुं शक्यते. अस्तु महोदय, स्वाभाविकतया गुणः भवति, नो चेत् क्रियया कारणेन गुणः भवति. अतः गुणः इत्युक्ते क्रिया अपि कारणं भवति, स्वाभाविककारणमपि भवति इति स्वीकरणीयम्. तत्र तस्य हेतुना अत्र समासः भवति सुबन्धपदेन इति सूत्रं वदति. तत्र स्वाभाविकता यद् गुणमस्ति तस्य तृतीया तत्कृतार्थेन न भवति, मृदुत्वं तु तृतीयाया न भवति न पुष्पे. नेचुरल् तत्र मृदुपुष्पम् इति तृतीया कृतेन गुणवचनं नास्ति, किन्तु पाचकः इति तृतीया कृतम् इति अवगच्छामि. अनन्तरं उदाहरणं यथा शङ्कुलया नैफ् खण्डः कट्, शङ्कुला खण्डः देवदत्तः, शङ्कुलया खण्डः. शङ्कुला इत्युक्ते छुरिका इत्यर्थः. शङ्कुलया खण्डः इत्युक्ते यद् वस्तु छुरिकया छिन्नं जातम् इति. अधुना शङ्कुलया इति तृतीयान्तपदस्य खण्डः इति गुणवाचकशब्देन सह समासः भवति. शङ्कुला योगटा योगखण्ड योगसु इति अलौकिकविग्रहः. अत्र शङ्कुलया खण्डः इति वाक्यम् अस्ति. शङ्कुलया खण्डः देवदत्तः, पृथक् पृथक् शङ्कुलया खण्डः देवदत्तः. अत्र शङ्कुला कारणं भवति, हेतुः भवति खण्डनक्रियायाम्. अतः यत् हेतुः भवति तत् पदं सुबन्तेन सह समस्यते तृतीया तत्कृतार्थेन गुणवचनेन इति सूत्रेण अत्र तत्कृतार्थेन इति स्वीकुर्मः छुरिकया कृतेन तत्कृतार्थेन तृतीया अतः खण्ड इति गुणवाचकशब्दः अस्ति खण्डनं भवति किमपि वस्तुनि अत्र देवदत्तः इति दत्तम् अतः अत्र शङ्गुला खण्डः देवदत्त शङ्गुलया खण्डः छुरिकया खण्डः इति अर्थं शङ्कुला हेतुः भवति अतः तत्र तृतीया विभक्तिः हेतु इति कारणेन शङ्कुलायोगट्टा इति अनन्तरं खण्डयोगः सुबन्धपदेन समस्यते अतः खण्डयोग सु इति अलौक्यविग्रहवाक्यः भवति खण्डः नाम खण्डनक्रियया क्रियां प्राप्तः कश्चित् वस्तु अर्थात् खण्डनक्रिया यस्य अथवा यस्मिन् अस्ति सः खण्डः शङ्कुलाखण्ड योः हेतुः अस्ति शङ्कुला शङ्कुलया कृता अत्र भगिनि खण्डः इति गुणवाचकशब्दं शङ्कुला शङ्कुलया इति कारणेन तत्कृतार्थेन भवती कृत्वा शङ्कुला खण्ड इति या छुरिकया खण्ड इति छुरिकखण्ड इति समस्तपदमेव तत्पुरुषसमासः भवति देवदत्त इति अर्थबोधनार्थम् एव दत्तमस्ति देवदत्तस्य विशेषणं भवति शङ्कुलखण्ड देवदत्त इति अत्र समस्तपदस्य विषये देवदत्तस्य प्राधान्यं नास्ति देवदत्त भवतु यज्ञदत्त भवतु कोऽपि भवतु किं केवलं शङ्कुलवृक्षाभवतु शङ्कुलखण्ड चुरिकाखण्ड इति समस्तपदम् एव वयं we have to give importance for that, right? Yeah. Because that is where the samasta padam comes then. And because it is in vibhasha, there is the vyasta prayogam api. Shankulaya khandaha or shankula khandaha, yadi. Astara, sain, dhaniwada bhagini. Aruna bhagini? Amadaya. Kirina kana sudhagaranam pati. पठन् महोदय किरिकाणः ब्लैण्डेड् बै अ बोर्ड् किरिणा काणः काणत्वम् इत्युक्ते अन्धत्वम् अन्धत्वम् इति एकः गुणः काणः अन्धः गुणवाचनः काणः नाम काणत्वविशिष्टः पुरुषः इत्यर्थः काणत्वे कारणं किरिः वराहः अत्रापि किरिणा खाणः इति विग्रहवाक्यं किरि खाणः इति समस्तपदं व्यस्तप्रयोगं किरिणा खाणः अत्र किरि खाण अतः अन्धः अतैव गुणः तथा गुणवाचकशब्दः खाणः तदेव खाणः शब्द किरि शब्देन तृतीया विभक्ति भवति किरिणा इति तृतीया विभक्ति भवति उदाहरणं मनसि अत्र एव अहं न निमः महोदय बाणेन मृतः बाणमृतः बाणेन मृतः मृत् बाणम् इति कारणमस्ति मृत क्रियायाः ततः बाणेन मृताः रावणः इति अत्र मकरेण पङ्गु मकरेण पङ्कु इत्युक्ते मकरपङ्कु भवति मकर इत्युक्ते क्रोकडैल् because of crocodile he loses one leg. Yeah. So he becomes Makarena Pangu. Right? Mm-hmm. So that also we can see. Then atra any agrima udaharanam padatu. Pankena kalushaha. Pankena artaha slash kalushaha dirty. Panka kalushaha. Pankena kalushaha. Atrapi kalushaha iti गुणवाचकशब्दः अस्ति. पङ्केन पङ्कः इति कारणमस्ति, ततः पङ्केन कलुषः इति अत्र गुणवाचकशब्दः कलुषः कारणात् पङ्केन इति तृतीयविभक्ते भवति. सपोज़् इफ़् ऐ वाण्ट् टु से tainted by desires, mind tainted by desires, how will you say that? Kamena kalushaha. Samasta padam katam bhavati. Kama kalushaha. Samyak. We have to keep, because Bhagini told, no, Vidyavagini told to come with the examples. I know. So today she may ask in the class. So you should be thinking in that direction. What are the other examples we can talk about? Okay. Gunavachaka. Right. Dhanyavada Bhagini. Dhanyavada. Rohini Bhagini. Rohini Bhagini, asti ba? Actually, I couldn't hear anything. Gomari Bhagini told or Mahodaya told. I could understand only a little bit what Aruna Bhagini told. Volume is very low for me. Can you hear me properly? Samyak asti Bhagini. Samyak asti. You have to use your headphones, because what pre-conference call has done is that they have kept the voice low. I think most of the people who are using headphones are getting too much of sound. So for to reduce that, they have reduced the speaker volume of the, you know, open speaker volume. Only those who are using headphones can get good voice. So if you have a headphone, please wear that, then you will be better. Shall I read continuously? Next item? Yeah, next item, Kusumena. कुसुमेन पुष्पं सुरभिः सुगन्धः. कुसुमसुरभिः कुसुमेन सुरभिः सुरभिगन्धः कुसुमेन उत्पद्यते. कुसुम हेतु भवति, सुरभिगुणं भवति. गुणवचनेन गुणस्य कारणं कुसुम. तस्मात् कुसुमेन सुरभिः कुसुमसुरभिः कुसुमयोगता अत्र पश्यतु, सुरभि कुसुमस्य स्वभावः इति कुसुमेन सुरभि इस् नाट् आन् द सुर आन् द कुसुम. इट् इस् द एर् विच् बिकम्स् सुगन्ध बिकास् आफ् कुसुमेन सुरभि. So we should keep that in mind. This becomes a visheshana for the another object other than the flower, because surabhi, surabhitvam, or the smell of the flower is natural. So that smell is not caused by the flower, but the smell of the flower causes something else to become more smell, you know, having good smell. So for that purpose, yeah, like the earlier example, mrutu pushpam, the pushpam becomes, is mrutu is a quality of the swabhava of the pushpa, but that can give, you know, a feeling of touch to somebody else. Mrutukam can yada mrutu pushpam, mrutu pushpam, soft like that, you know, but that doesn't get becomes a guna for somewhere else. Whereas in the Kusuma Surabhi case, suppose if you keep a rose petal in your clothes or in your wardrobe, the wardrobe becomes the smell of rose, no? So like that, that cause of the smell is the smell of the flower, and that is why we are saying Kusumena Surabhi. Just for to give the clarity for that word. Astu Bhagini. Then next one. Vanena Vedaha, Vundadha. Vanena Vedaha, Vivista Prayogam. Vanena Vedaha is Samasa. Vanena Vedaha is Vivista Prayogam. Vana Hedu Vadi Kriya Vadi. Kriya Abhi Gunata Vadi. एकवचनं वदतु बाणेन बाणवदः इति युक्ते बाणेन वेदः किरि बाणवेदः किरि सम्यक् अग्रिम उदाहरणं निश्वासेन अन्धः आगच्छ निश्वासान्धः निश्वासेन अन्धः आदर्शः आदर्शः मीन्स् दर्पणम् निश्वासवायुना दर्पणम् अन्धः भवति चेत् निश्वासान्धः निश्वास योग टाप् योग अन्धयोगस्तु कृते लोभानन्तरं निश्वास योग अन्धः निश्वासान्धः सम्यक् पठामि ज्ञेयं यत् अश्नाकानः ब्लाय तत्पुरुषसमासः न सम्भवति यतोहि काणत्वम् अश्ना न उत्पन्नं यद्यपि काणः इति गुणवाचकः अस्ति तथापि तादृशगुणवाचकस्य उत्पादने हेतुः अचि नास्ति इत्यतः समासः न भवति अश्नाकानः इति समासः न भवति इति कारणम् अचि तत्र हेतुः न भवति काणत्वस्य काणत्वस्य का हेतुः अन्यत् कोऽपि भवेत् यथा किरिणाकाणः किरिकाणः भवति अक्ष्णाकाणः इति समासः न भवति हेतुः अक्षि न भवति इत्यत्र हेतुना तत्र तत्कृतार्थेन इति पदस्य प्रामुख्यम् अत्र दृश्यते तत्र काणत्वं अक्ष्णः न कृतम् इति कृत्वा तस्य तृतीयसत्पुरुषसमासः न भवति यदि अन्यवस्तुकारणेन काणत्वं भवति यदा किरीणाकाणः अथवा बाणेन काणः यत्किमपि अन्यपदार्थेन काणत्वं भवति चेदेव तत्कृतार्थेन इति वक्तुं शक्यते इति कृत्वा तत्कृतार्थेन गुणत्वं भवति यस्मिन् यस्य अङ्कस्य यस्य काणत्वं भवति तत् कृतार्थेन गुणवचनेन इति कृत्वा किरिणा काणः अथवा बाणेन काणः इति कृतिक्रिया तत् कृतार्थेन शब्दं गुणवचनं भवति न तु स्वमेधया काणः एक अक्षि नास्ति चेत् तत् काण एव भवति यदा कर्णेन बधिर इत्युक्ते कर्णस्य शक्ति नाशं भवति चेत् सा बधिरा भवति तत् कर्ण एव कारणं न भवति तत्र अन्यवस्तुकारणं भवति चेदेव तत्कृतार्थेन गुणवचनं भवति इति अस्य विवरणमस्ति काणः कथत् सत्य सम्यक् अस्ति सम्यक् अस्ति गुणवचनेन सह एव समासः भवति गोभिः वपावान् इत्यत्र समासः न भवति यतोहि वपावान् इति शब्दः गुणवाची नास्ति अपि तु द्रव्यवाची अस्ति वपवान् नाम यः वपति सः अत्र गुणवाचि या द्रव्यवाचि नास्ति वापवान् इति शब्दः इत्यतः समासः न भवति. धन्यवादः पुष्पा भगिनी. धन्यवादः महोदय. धन्यवादः पुष्पा भगिनी वदतु. एकनिमिषं महोदय. गुणवचनेन सह तदनन्तरं तृतीयापदं तदनन्तरम् अस्तु तृतीयान्तं पदम् आम् तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते. हा तदेव इदानीं वदान अर्थशब्दस्य बहवः अर्थाः सन्ति. प्रकृतसूत्रे अर्थशब्दस्य धनम् इति अर्थः स्वीकृतः प्रकृतसूत्रे. अस्तु प्रकृतसूत्रे तद् कुत्र स्तः तत्कृतार्थ इति अस्ति प्रकृतसूत्रे. प्रकृतसूत्रे सूत्रं किम् अस्ति? तृतीया तत् कृतार्थेन गुणवचनेन. तत्र त्रिपदमिदं सूत्रं तृतीया एकं पदं तत् कृतार्थेन एकं पदं तृतीयं पदं कृतार्थेन तत् कृतार्थेन तेन कृत अर्थेन इति परन्तु अर्थस्य अर्थशब्दस्य बहवः अर्थाः इति वदति न तदेव प्रकृतसूत्रे अर्थशब्दस्य धनम् इति अर्थः स्वीकृतः. अतः धनवाचिनः अर्थशब्दस्य ग्रहणं भवति. पूर्वपदं तृतीयान्तं पदं भवति. उत्तरपदं धनवाचिशब्दः भवेत्. अत्र अर्थ इति वदनेन धनस्य विषये धनस्य विषये न कोऽपि अर्थः कोऽपि तत्र पुण्यार्थः एव अस्ति. धन्येन अर्थः धन्यार्थः. धन्येन हेतुना यत् धनं सम्पादितम् इत्यर्थः. अत्र तृतीया सत्कृतार्थेन गुणवचनेन इत्यनेन समासः भवति. तदेव न धन्येन धान्येन हेतुना धान्येन हेतुना अर्थः इति अर्थः धान्येन अर्थः धान्यार्थः इति विद्यया अर्थः अर्थ इति शब्दस्य बहवः अर्थ इति उक्तं पूर्वं तदेव तर्थ अर्थ इति शब्दस्य अन्यत् शब्दानां विवरणं ददामि. अर्थ इत्युक्ते यदा धनः अपि पदस्य अर्थ तत्र पद अर्थ इति धनं नास्ति. पदार्थः इति अर्थः द्रव्यं भवति इति अन्यदन्यत् उदाहरणमस्ति अर्थशब्दस्य प्रयोगे. विवरणं भवति न किन्तु धान्येन अर्थः इति वदनेन धान्यस्य धान्य अस्य आधिक्येन धनवान् धन्यवन्तः धान्यवन्तः तत् कारणेन तस्य धान्यार्था इति गुणवचनं भूत्वा धान्यार्था देवदत्ता इति भवति चेत् देवदत्तस्य समीपे आधिक्येन तस्य धान्यार्था भवति. अधिकतेन धान्याः सन्ति इति. विद्यया अर्थः तद् विद्यार्थः. तदेव विद्यार्थी अपि अस्ति. तद् गैप्रत्ययः तत्र तत् अर्थं विपरीतमस्ति. यत्र विद्या अर्थ विद्या तत्र तृतीया न भवति विद्यार्थी इति विद्यार्थी अत्र न भवति. अत्र विद्यार्थः कोऽपि बहु विद्या अस्ति विद्या किं करोमि एकनिमिषं महोदय वदामि एकनिमिषं बहुविद्यावान् अस्ति तद् विद्यार्थः. यदा भागवते नारदस्य विशेषणं भवति विद्यार्थः नारद. अस्त्रविद्या शस्त्रविद्या चतुर्विद्या चतुर्वेद षडङ्गाः नृत्यविद्या इति अनेकान् विद्यान् प्राप्तवन्तः नारदः इति कृत्वा विद्यार्थः नारदः इति वदति. किन्तु विद्यार्थी विद्याम् इच्छन्ति सः विद्यार्थी तथैव तस्य शास्त्रविद्या नक्षत्रविद्या सर्पयज्ञविद्या इति नारदस्य बहवः शास्त्रविद्या प्राप्तवान् इति. धन्यवादः भगिनि. पुण्येन अर्थः पुण्यार्थः पुण्येन हेतुना यः अर्थवान् भवति धनवान् भवति सः पुण्यार्थः भवति. हिरण्येन अर्थः हिरण्यार्थः. अत्र धनं नास्ति भगिनि धनम् अति पुण्य पुण्य पुण्यवान् तद् पुण्य कारणेन तस्य धनं अधिकं भवति तदेव धनं कृते कथम् आगच्छति पुण्य अर्थेन धनं भगिनि सूत्र सेस् तत् कृतार्थेन अर्थेन गुणवचनेन I'll tell you he because of his good deeds he became rich so what will you say na shrutam bhagamadya if due to good deeds punya karanena if due to good deeds he is bestowed with richness by devatas suppose assume that his richness cost of his richness is because of his good deeds or punya karanena okay. not because his punya dhana eva no that because the artha shabda here is denoting the adhikyam of dhanam not what causes the adhikyam right adhikyam iti manadena what he gets he gets more wealth because of his good deeds therefore he is a punyartha हिरण्येन अर्थः हिरण्यार्थः हिरण्य आधिक्येन यः धनवान् भवति सः हिरण्यार्थः भवति. फलेन अर्थः फलार्थः यः धनवान् भवति फलेन कारणेन कर्षकः फलोत्पादनं करोति तस्य एकस्मिन् वर्षे तस्य आधिक्यं भवति बहवः फला उत्पादनं भवति चेत् तस्य कृते बहवः फलानि सम्यक् भवति कृत्वा तस्य धनं वर्धते कृत्वा फलेन अर्थः See, we should understand the word in what sense it is being used. Right. Here phala is not a result. Here phala is the fruit. Is the fruit. गृहेण अर्थः गृहार्थः यः गृहा बिकास् आफ़् सो मच् आफ़् गृहास् लाट् आफ़् रियल् एस्टेट् सः धनवान् भवति गृहया सह न गृहं इस् वाट् गृहेण गृहाभ्यां गृहैः सह यस्य यस्य पार्श्वे बहवः गृहाणि सन्ति सः गृहार्थः गृहार्थः ओके धनेन अर्थः धनार्थः धनवान् भवति ओके चौर्येण अर्थः चौर्यार्थः वाट् इस् चौर्य ओ धैर्य ओ वेलर् वेलर् ओके ओके ओके यः चौर्य आधिक्येन ओके आधिक्येन धनवान् भवति सः चौर्यार्थः ओके नो नो नाट् वेलर् चोर चोर इति चौर्य चोरस्य भावः चौर्य ही बिकेम् रिच् बै स्टीलिङ्ग् अदर्स् ओ ओ चोर दट् चोर ओके चौर्य ऐ थाट् चूर सूर No, Shura, that is Shakara. That is Shakara, okay, okay. Yeah. Oh, Chorayati. This is the ceiling. Yeah, Chorayati, na? Okay. So, therefore, Choranam Kritva Chat Dhanavan Bhavat Yada Neta political leaders, you can say. Okay. Absolutely, absolutely. Right, so yeah. Yeah, then Agre patami bhagini Dvitiya Dvitiya bindu patatu Dvitiya Tritiyantasya subantasya Tritiyantasya subantasya Purva sadrisha Sama unartha kalaha Nipuna mishrash lakshna ityetaihi Saha tritiya tatpurusha samasaha bhavati पूर्वसदृशसमानार्थकलः निपुणमिश्रलक्षणैः तृतीयान्तं सुबन्तं पूर्वसदृशसम ऊनार्थकलः निपुणमिश्रलक्षण इत्येतैः सह विकल्पेन समस्यते तत्पुरुषश्च समासः भवति तृतीयान्तं सुबन्तं पूर्वसदृशसम ऊनार्थकलः निपुणमिश्रलक्षण इत्येतैः सह विकल्पेन समस्यते तत्पुरुषस्य समासः भवति ऊनमर्थो यस्य सः ऊनार्थः बहुव्रीहि पूर्वश्च सदृशसमश्च ऊनार्थश्च कलहश्च निपुणश्च मिश्रश्च श्लक्ष्णश्च तेषाम् इतरेतरयोगद्वन्द्वः इतरेतरयोग द्वन्द्वः ओके पूर्वसदृशसमानार्थकलः इतरेतरयोगद्वन्द्वः ओके पूर्वसदृशसमानार्थकलः निपुणमिश्रलक्षणैः लक्षणस्तैः ओके लक्षणस्तैः ओके पूर्वसदृशसमानार्थकलः निपुणमिश्रलक्षणैः तृतीयान्तम् एकपदं सूत्रम् ओके सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति प्राकडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सः सुपा इत्यस्य अधिकारः अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने उच्यते विभाषा इत्यस्य अधिकारः तत्पुरुषः इत्यस्य अधिकारः तृतीया तत्कृतार्थेन गुणवचनेन इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः भवति अनुवृत्तिसहितसूत्रं तृतीया सुप् पूर्वसदृशसम ऊनार्थकलहनिपुणमिश्रलक्षणैः सुप्भिः सह विभाषा तत्पुरुषः समासः तृतीया सुप् पूर्वसदृशसम ऊनातकलहनिपुणमिश्रलक्षणैः सुब्भिः तृतीया सुप् इति चेत् तृतीया इति अनुवृत्ति भवति तृतीया तत्कृतार्थेन गुणवचनेन इत्यनेन तृतीया इति प्रथमाविभक्तौ अस्ति तत्कारणेन तृतीयान्तं पदं पूर्वनिपातः भवति पूर्वप्रयोगः अस्ति तृतीयान्तं पदं पूर्वसदृशसम ऊनार्थकलहनिपुणमिश्रलक्षणैः सुब्भिः सह समासः भवति तत्पुरुषसमासः भवति विभाषा इति अधिकारे अस्ति तत्कारणात् व्यस्तप्रयोगम् अपि भवितुम् अर्हति तत्पुरुषसमासः भवति सः सुप् देर् वास् वन् स्टेट्मेण्ट् वाट् वास् दट् तृतीयान्तकम् वचनपरिणामं कृत्वा बहुवचने उच्यते बहुवचनमस्ति न तत्र पूर्वसदृशसमलक्षणैः बहूनि पदानि अस्ति इति कृत्वा स्थाने सुब्भिः इति भवति ओके ओके ओ सः सुपा इति सुप् इति सुब्भिः भवति अत्र एकवचनम् अस्ति न इतर बहुवचनं कृत्वा वचनपरिणामं न तु विभक्तिपरिणामं केवलं वचनपरिणामं कृत्वा धन्यवादः महोदय धन्यवादः महोदय ऊनार्थ अर्थं किं महोदय ऊनार्थ मीन्स् लेस् वन् आर् रेड्यूस्ड् बै वन् वि यूस् इट् नो एकोनविंशति वि यूस् द वर्ड् ऊन एक ऊन ऊन मीन्स् लेस् आर् रेड्यूस्ड् आर् डिमिनिश्ड् देर् आर् एनी आफ् दीस् आर् मीनिङ्ग् यु केन् टेक् ऊना मीन् बेसिकलि देट् इस् धन्यवादः अत्र गोमती भगिनी उदाहरणं पठतु यदा इति come closer to the mic yatha purva no we can't hear it we can't hear you Bhagini okay yatha yeah you can you use your headphone I don't come without headphone I always use headphone with my ear yeah but then something nasrayate we can't hear anything because as if you are sitting in the one corner of the room and talking No, no, just remove the headphone pin and put it again. Idanim? Now it's better. Okay, I'll try to speak loud. Okay. Right. Yatha purva, masena purvaha, masa purvaha, masena purvaha. देवदत्तः यज्ञदत्तात् मासपूर्वः मासयोगस्तायोगपूर्वयोगसु इति अलौकिकविग्रहः मासशब्दः अवधिं द्योतयति दिग्वाचि च अस्ति इत्यतः पूर्वशब्दस्य योगे अन्य इतर आदितरतैः शब्दात् अञ्चु उत्तरपदाज्जाहि युक्ते इति सूत्रेण पञ्चमी विभक्तिः स्यात् अन्य आरात इतर ऋते दिक् शब्द अञ्चुत्तरपद अचाहि इत्येतयोगे पञ्चमी विभक्ति भवति यथा चैत्रात् पूर्वः फाल्गुणः परन्तु पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्मैः इत्यनेन तृतीयान्तं पदं पूर्वशब्देन समस्यते इत्युक्तत्वात् तृतीया विभक्तिः भवति मासेन पूर्वः इति भवति न तु मासात् पूर्वः इति उदाहरणं पूर्व इति शब्दं स्वीकृतम् अत्र मासेन पूर्वः इति वाक्यं मासेन पूर्वः इति पदद्वयं पूर्वसदृश्य समा ऊनार्थकलः निपुणमिश्रश्लक्ष्णैः इति सूत्रेण मासपूर्वः इति तत्पुरुषसमासः भवति. विकल्पेन मासेन पूर्वः इति अपि भवति. तत्र मास इति कालवाचिनशब्दः अस्ति. कालवाचनशब्दः अस्ति. तद् शब्दः तृतीय विभक्तौ उक्तं मासेन इति. अतः तत् शब्दं तृतीय सुप् पूर्व पदेन सह विभाषा तत्पुरुषसमासः. सो पूर्व इति तृतीय विभक्तौ यत् शब्दः उक्तं तद् प्रथमं भवति. अतः मास प्रथमं पूर्व तदेव स्वीकृतं. किमपि व्यस्तरूपं नास्ति. मासपूर्व इति समासं भवति. व्यस्तरूपं मासेन पूर्वः इति एव तिष्ठति. अत्र वाक्यं देवदत्तः यज्ञदत्तात् मासपूर्वः इति अर्थं भवति. अर्थः भवति देवदत्तः एकमास काल अवधिं सूचयति. न्यूनः भवति. अवधि सूचयति. मासपूर्वः मासपूर्वः इत्युक्ते लेस् बै वन् मन्त् इति अर्थः भवति. मासयोग सायोग पूर्वयोग सि सु इति अलौकिकविग्रहः. अनन्तरम् अनदर् सूत्रमस्ति यत्र अन्य आरात् इतर कृते दिक् शब्द अञ्चु उत्तरपद अचाहि एते शब्दैः पञ्चमी विभक्ति भवति. एतत् सूत्रम् अस्माभिः पूर्वमपि दृष्टम्. एतत् सूत्रं यथा अत्र अन्यशब्दन आराध्यन वितरण ऋतेन दिक् शब्दः अञ्चुकृ अत्र दिक् शब्दः पूर्वः इत्युक्ते तत् दिक् अपि सूचयति. कालस्य अपि अर्थः भवति. कालस्य अर्थः अत्र स्वीकरणीयम्. अनन्तरं तस्य समस्तपदम् इच्छति चेत् पूर्वसदृशसमानऊनार्थकलहनिपुणलक्ष्मैः इति सूत्रेण मासपूर्वः इति समस्तपदं भवति. मासेन पूर्वः इति उक्तं चेत् तद् अर्थद्वयं सूचयति. एकः अर्थः भवति एकमासं पूर्वम् इति अर्थं भवति. अन्यदर्थं दिक्शब्दः कुत्र आगच्छति? न, दिक्शब्दः न आगच्छति. मासेन पूर्वः इत्युक्ते तत्र एतत् अन्य आरात इतर कृते दिक्शब्दं चूतरपद अचाहि युक्ते इति सूत्रेण तत्र समस्तपदं न भवति. परन्तु तत्र पञ्चमी विभक्ति भवति मासात् पूर्वः इति वदामः. अत्र भगिनि अन्यारादीतरस्तरदिक्शब्दाञ्चूत्तरपद यदा जहाहि युक्ते इति सूत्रं किं वदति चेत् एतानां पदानां यदा अन्य आराद् इतर ऋते दिक्शब्दाः तत्र दिक्शब्दस्य अस्य सूत्रस्य सम्बन्धः अस्ति. अञ्जु उत्तरपदः अचाहि इति एतानि शब्दानि अस्ति चेत् तस्य पूर्वं पञ्चमी भवेत् इति सूत्रं वदति. पूर्वसूत्रमस्ति द्वितीयाध्यायस्य तृतीयपादस्य ऊनत्रिंशत् सूत्रमस्ति इति. तत्र किं वदति चेत् पञ्चमी विभक्ति विधायते. किन्तु उत्तर उत्तरसूत्रमस्ति, एकत्रिंशत् सूत्रमस्ति, पूर्वसदृश समोनार्थकलहनिपुणमिश्रश्लक्ष्णैः इति तृतीयान्तं पदमस्ति. तृतीयान्तं विधीयते, एकपूर्वसूत्रं विधीयते, पञ्चमी अन्तं भवेत् इति. उत्तर पूर्व उत्तरसूत्रं भवति तृतीया तृतीया तद्गुणात् वचनेन तृतीयान्तम् इति अनुवृत्ति भवति चेत् तृतीया अन्तं पदम् एव दिग्वाजीशब्दानां पूर्वसदृशसमोनार्थ पूर्व इति पदस्य सहितं भवति, न तु पञ्चमी इति वदति अस्मिन् सूत्रस्य प्रसक्ति. महोदय, मम करपत्रे प्रथम अध्याये भवति द्वितीय सोरि द्वितीय अध्याये प्रथमपादे भवति पूर्वसदृशसमोनार्थ सूत्रम्, अन्यपरात् सूत्रं तृतीयपादे. तत् परसूत्रम् अत्र, तत् परसूत्रं सम्यक् सम्यक् भवति, सम्यक् अस्ति. समस्तपदम् उत्पादनीयम् इत्युक्ते वि हव् टु गो टु पूर्वसदृश सम ऊनार्थकलः निगुणलक्ष्मैः इति सूत्रं स्वीकरणीयम्. यदा दिक्वाचकशब्दः एव स्वीकरणीयं चेत् विद्यन्ते मासात् पूर्वः, विद्यन्ते इवन् मासेन पूर्व आल्सो अल्पन्तु मासेन पूर्वः मासात् पूर्वः द्वयोः अर्थः एकमेव भवति. मासेन पृच्छति तत्र समस्तपदं न भवति. समस्तपदमस्ति चेत् पूर्वसदृशसमोनार्थ इति सूत्रेण भवति. जस्ट् बिकास् पूर्व इति शब्दः 2329 सूत्रे अस्ति, दिक् शब्दः अस्ति न भगिनि? दिक् शब्दः, दिक् पूर्व इति दिक् शब्दः, तत्र पञ्चमी भवति इति तत् सूत्रं वदति. तत्र कन्फ्यूषन् न भवेत् अतः समस्तपदं समस्तपदं समस्तपदस्य विवक्षा अस्ति चेत् पूर्वसदृशसमौनार्थकलहनिपुणलक्ष्मैः इति सूत्रेण मासेन मासपूर्वः इति वदति. मासेन पूर्वः सो वि हाव् टु अण्डर्स्टाण्ड् वन् थिङ्ग्, whether when purva is used in and we can either use panchami or tritiya, but tritiya is on a vesta prayogam, not a vidhi, because of the vidhi is anyaradaitera te sutram, that is the sutram which is vidhiyate panchami bhavayati iti. So when we have purva as a uttarapadam एण्ड् व्यस्तप्रयोगं भवति चेत् रूपद्वयं दृश्यते, एकमस्ति पञ्चमी, एकमस्ति तृतीया. वेन् वि यूस् इन् तृतीया इट् शोस् नाट् दिक् शब्दः, इट् शोस् लेस् लेस् इत्यर्थः न पूर्व मासपूर्व. मास इस् डिफरेण्ट्, मासपूर्व इति that shows only the earlier, like one month earlier, masa purvaha. But if he used masena purvaha, that shows masena purvaha to dikvachakam na asena, tatra masena purvaha. Masat purvaha eva dikvachakam, no, masat purvaha दिक्वाचः नास्ति, बट् मासेन पूर्वः मासपूर्वः, इफ् यु सी मासपूर्वः इट्स् ओन्ली मासेन पूर्वः, नाट् मासात् पूर्वः. दट्स् वाट् ऐ थिङ्क् दे आर् सेयिङ्ग्. मासपूर्वः इति मासेन पूर्वः, न तु मासात् पूर्वः. मासात् पूर्वः इत्युक्ते तत् व्यस्तप्रयोगः एव भवति, तत्र समस्तपदं न भवति. तत्र पञ्चमीविभक्ति स्वीकरणीयं, तत् लौकिकपदे लौकिक सम्भाषणे तस्य उपयोगं भवति मासात्पूर्वः. देट् आल्सो शोस् ऐ मीन् वन् मन्त् अर्लियर् तत् अर्थमेव भवति न भगिनि तत्र. Right, both the places, the meaning also is almost similar, but you know, in the case of anyada anyara didara, what it says is masat purvaha. Yadi we say masat purva, you can't make samasa. Masena purva, you can make samasa. Masa purva. Yeah, but just the prayog purva cannot be samasa. Prayog is the use for both the cases. The meaning is similar. Masat purvaha, masena purva, upayatra, masasya, sthanam sujayati, dik sujayati. Yadi, suppose we are saying, November is one month ahead of December. दिक् न सूचयति महोदय, दिक् न सूचयति. पूर्वं पूर्वमिति वदनेन पूर्वः भगिनि, दिक्शब्दः इत्युक्ते न केवलं दिक्, इट् इस् द डैरेक्षन्. सो इट् इस् अ फार्वर्ड् डैरेक्षन् आर् बेक्वर्ड् डैरेक्षन्. वेन् यु से देट् वाट् विल् यु से? पूर्वः इति मासपूर्वः मास. It is a measure by which it is forward, right? So that is why it is called a dikvaji. That is why it is given a terminology, dikvaji. It is showing the direction, no? Forward or earlier or later, yeah. No, that, earlier, yeah. Later. That direction is being shown. That is why it is given a dikvaji shabda. Not like north, east, south, west. That is also dikvaji shabda. But that direction is different from the earlier or afterward. There also direction is shown, reference to a common point. So that is why it is called Digvacha Shabdaha. Atra dattam asti mahodaya, masa shabdaha avadhim dyotayati, Digvachi cha dyotayati. Aam. It's clear. Samvatsarena purva iti udaharanam vadatu. Samvatsarena purvaha, tatra api purvaha iti shabdaha asti. Purvaha iti te tatra api dik vachaka sunchaka padam iti artham bhavati anantaram avathi. संवत्सर अवधि इति अपि अर्थः भवति. यदा अवधि अर्थं स्वीकुर्मः चेत् पूर्वसदृशसम ऊनार्थकलह निपुणश्लक्ष्मैः इति संवत्सर पूर्वः इति समस्तपदं व्यस्तपदं संवत्सरेण पूर्वः इति. यदा पूर्वः दिक्वाचकशब्दः अस्ति तदा अन्य अरातीतरहृते दिक्शब्द अञ्जूरा तचा अहियुक्ते इति सूत्रेण तत्र संवत्सर योग पञ्चमी विभक्ति भवति संवत्सरात् पूर्वः इति. अत्र संवत्सरपूर्वः संवत्सरेण पूर्वः इति. सम्यक्, धन्यवादः भगिनि. रोहिणी भगिनि. आं महोदय. सदृशः मात्रा सदृशः मातृसदृशः मात्रा सदृशः पुत्रः मातृयोगट योगसदृशयोगस्तु इति अलौकिकविग्रहः. पितृसदृशी पुत्री अत्र पूर्वसदृश सम ओनार्थ कलह निपुण मिश्र शाक्षः इति सूत्रे सदृशशब्दः उपयुज्यते. मात्रा सदृशः मातृसदृशः भवति. अलौकिकविग्रहवाक्यं भवति मातृयोग टायोग सदृशयोगस्तु अत्र मातृसदृशः इति तृतीय तत्पुरुषसमासः भवति. व्यस्तप्रयोगे मात्रा सदृशः भवति. एवं च पितृसदृशी पितृसदृशी पितृयोग टा योग सदृशयोगस्तु. अत्रापि विभक्तिलोपानन्तरं पितृसदृशी भवति. स्त्रीलिङ्गे नीट् भवति इति चिन्तयामि. आम्, पुत्री इति स्त्रीलिङ्गमस्ति कृत्वा पूर्वपदमपि विशेषणं लिङ्गं भवति. अत्र सूत्रं पठतु भगिनि. अतुल्लोपं माभ्यां तुल्य अर्थैरतुल्लोपमाभ्यां तृतीय अन्यतरस्यां. ऐ कुडन्ट् स्प्लिट् द वर्ड्स् प्रापर्ली. तुल्य अर्थैः अतुल लोप लोपमाभ्यां लोपमाभ्यां तृतीय अन्यतरस्य इति सूत्रेण तुल्यार्थैः शब्दैः योगे तृतीयविभक्तिः वा स्यात् पक्षे षष्टि च तुला उपमा शब्दौ वर्जयित्वा. द्वितीयविभक्ति षष्टी स्यात् पक्षे षष्टि. अत्र तृतीयविभक्ति वा षष्टि भवति. तुल्यसदृश सम वा कृष्णस्य कृष्णेन वा तुल्यसदृश समो वा कृष्णस्य तुल्यसदृश कृष्ण तुल्यसम कृष्ण तुला उपमा वा कृष्णस्य नास्ति. अनेन सूत्रेण षष्टिविभक्तिः विकल्पेन विधीयते सदृशः इति शब्दात्. तस्मात् अत्र षष्टितत्पुरुषसमासः अपि सम्भवति. मातुः सदृश इति विग्रहे सति मातृसदृशः इति षष्टितत्पुरुषसमासः अपि भवति. अतः सदृश इति शब्दस्य योगे तृतीयतत्पुरुषसमासः अपि भवति. विकल्पेन षष्टिसमासः अपि भवति. अत्र सूत्रं अस्ति तुल्यार्थैः अतुलोपमाभ्यां तृतीय अन्यतरस्याम्. अत्र विकल्पेन तृतीया भवति पक्षे षष्टितत्पुरुषः अपि भवति. उदाहरणं पठामि. उदाहरणं पठतु भगिनि. सम मात्रा सम मातृसमः मात्रा समः पुत्रः प्रयोगे अत्र षष्टी तत्पुरुषः भवति. द्रोणेन समः अर्जुनः द्रोणसमः द्रोणेन समः अत्र तृतीय तत्पुरुषः भवति. सम इति शब्द योगे तृतीय तत्पुरुषः भवति अथवा षष्टितत्पुरुषः अपि भवति. सम इति पदं तुल्यत्वं द्योतयति इति कृत्वा तुल्यार्थै सम मात्रा सदृशः तत्र मात्रा सदृश तत् सदृशः तुल्य एव पदयोः उपयोगम् एवं भवति. सम इत्युक्ते सदृशः और् ईक्वल् टु मदर् दट् मीनिङ्ग्. सो मात्रा समः मातृसमः इति तृतीयतत्पुरुषसमासः भवति पूर्वादीतर इति सूत्रेण. व्यस्तप्रयोगं भवति मात्रा समः पुत्रः इति. द्रोणेन समः अर्जुन इति उदाहरणे द्रोणेन इति तृतीयान्तं पदं, समः इति पूर्वादीतर इति सूत्रात् समः इति शब्दस्य प्रयोजनं कृत्वा द्रोणसदृशः अर्जुनः इति अर्थं द्योतयति द्रोणसम अर्जुनः इति. धन्यवादः भगिनी. उषा भगिनी पठतु. महोदय, ऊनार्थ, ऊनम् इति शब्दस्य न्यूनम् इति अर्थः. न्यूनम् इत्यस्मिन् अर्थे यानि पदानि सन्ति तेषां सर्वेषां ग्रहणं. माषेण ऊनं, माषोणं, माषोणं तोलकं, माषेण ऊनं तोलकम्. एकः माषः न्यूनः, लेस् बै अ पर्टिक्युलर् मेशर् इति अर्थः. माषेण ऊनं, सु माषयोगः टा योगः, ऊनयोगः सु. पादेन ऊनः, पादोनः, पादेन ऊनः. माषेण विकलं, माषविकलं तोलकं, माषेण विकलं तोलकम्. विकलम् इति शब्दः ऊनार्थे अस्ति. विकलं, विकलम् इस् ऊन, ओके, विकलम् इति शब्दः ऊनार्थे अस्ति. पूर्वसदृशसमानार्थकलः मिश्रश्लक्ष्णैः इति सूत्रेण ऊनार्थ, ऊनार्थे माषेण ऊनम् इति लेस् बै माष, लेस् बै तोलकं, माषे माषोनं तोलकम्. ओके, एकमाषः. इन् ओल्डन् डेस् the measurements were by, you know, grains or by stones. These are all not like our, you know, the kilogram or anything like that. They had the grains as measurement or the stones as the measurement. So maasha means, it's actually speaking, is urudhat, you know. We have that. So that is used as a measure for the as a quantity for measuring the weight. So tolaka means tolanam itikte by weight. So maashena tolakam itikte weight by the grain of maasha. And unam is, so if suppose if they have five maasha, means there will be five bags of grains. Right. So one less means only four bags have been measured, I think. So it's short by one maashena, one short. For that purpose they are showing it. That is the example. So tola is a weight, particular measure. Tola is weight, yes. Okay. Just like we say kg or pound. Yeah. I remember my parents saying things like that. Yeah, tola, yeah. Tola is a measurement of the, is a, you know, we measure gold also. Gold measurement is on tola. Gold measurement is also by tola only. Tola means, there that, I think now I'm trying to think, it is 2.5 something, yeah. No, now the tola has been equated to 10 grams. One tola is 10 grams in modern measurement. But those days tola means the weight of, what you call, the urud dal. Number of urud add. So much urud dal. Yeah. Suppose if it's 10 urud dal is 1 gram, I mean, what you call 10 grams. So if it is less by 1 gram, maashena unaha iti prayoga. Oh, okay. Maashena unam tholakam. Okay. Same by feet. Today we measure, no, length by feet. So 10 feet. It becomes 9 feet. Padena una or padona. Padona, okay. Padena una or padona, yeah. Maashena vikalam also is less, okay then. Maasha vikalam. Maasha vikalam tolakam or maasha una, that maashenam, maashonam tolakam is the same as maasha vikalam tolakam, okay. Maasha vikalam tolakam, maashena vikalam tolakam. Vikalam iti shabdaha unarte asti. Kalaha. Unarte kopi vat. पदमस्ति चेत् तस्य तृतीयतत्पुरुषसमासः भवति इति ऊनार्थम् अस्ति कृत्वा माषविकलम् इति तृतीयतत्पुरुषसमासः भवति. कलह वाचाकलहः वाक्कलहः वाचाकलहः चोहोकुः इत्यनेन च वर्गस्य स्थाने क वर्गादेशः भवति झलि पदान्ते च वाचाकलहः वाच्योगः टायोगः कलहयोगः सु सो विभक्ति लोपः भवति सुपोधातुप्रातिपदिकयोः इति सूत्रेण प्रत्ययः लोपः भवति वाच्योगः कलहः भवति योगः सु वाच् वाच् इति वाक् भवति वाक् वाक् कलहः भवति चोहोकुः इत्यनेन लोप प्रत्ययलोपानन्तरं पदं भवति जलि अपि परः अस्ति सो वाक् कलहः भवति वाच् इति वाक् कलहः भवति चोहोकुः इत्यनेन. धन्यवादः भगिनि. धन्यवादः. Nipuna, huh? Nipuna. You got the same thing in Vijaya Bhagini's class also, isn't it? Right. Yeah, Vacha Kalakaka I did, but not the Masho Nipuna. Right. Masho Una. I don't know. Yeah, Vacha Kalakaka I remember, yeah. Masho Una, I think Arvind Maudhya did. I don't remember. Okay, yeah. But Bhagini has modified these pages. Because we didn't see the sutra before. We didn't Tulia see the Tulia. Tulopa Abhyantritiyam Nyasarasyam. This sutra was not there. Yeah, and I that, asked for it. I asked her to put it in. That's why she did it. I was mentioning it. I don't know if you remember. Yes. Okay. Aruna Bhagini? Nipuna. Haan, Mahade. Nipuna. Vacha Nipuna. Vang Nipuna. Vacha Nipuna. Acharena Nipuna. Achara Nipuna. Acharena Nupaha. Atra Sutra Masti. Purva Sadrusha Samanartha Kalaha Nipuna. Mishra श्लश्नैः इति सूत्रे निपुण पदम् अस्ति, शब्दः अस्ति, तदेव दत्तं. वाचा निपुणः वाक् अत्र विग्रहवाक्यं लौकिकविग्रहवाक्यं वाक् योगठ योगः निपुण योगसु वाच इति रूपं चोहोकुः इति सूत्रेण वाक् भवति, तदनन्तरं नकार अस्ति, अनुस्वरः अस्ति, ततः वाङ् निपुणः इति भवति, आचार निपुणः. अन्य उदाहरणमस्ति आचारेण निपुणः, आचारनिपुणः, आचारेण निपुणः इति हस्तप्रयः. अन्यसूत्र मिश्र गृहे गुडेन मिश्रः गुडमिश्रः तिलेन मिश्रः तिलमिश्रः. अत्र व्यस्तप्रयोगः नास्ति महोदय, केवलं गुडेन मिश्रः एव दत्तं. गुडेन मिश्र इति प्रथमं दत्तमस्ति, तदेव व्यस्तप्रयोगः. तदेव व्यस्तप्रयोगः. ओके. सूत्रे अपि मिश्रपदमस्ति, तदेव मिश्रस्य विषये भगिनी नूतनपरिच्छेदमस्ति दत्तमस्ति, तत् न पठेम. अत्र तस्य विषयमस्ति उपसर्गयोगे अपि मिश्रस्य मिश्रपदस्य ग्रहणं भवेत् इति वार्तिकमस्ति इति कृत्वा एकं नूतनपरिच्छेदं प्रक्षिप्तमस्ति भगिन्या. तत्र वर्गे न विचारितम् इति कृत्वा तस्य विवरणम् अत्र न भवति. केवलं मिश्र इति श्रक्ष्ण इति उदाहरणेन सहितम् अस्य वर्गस्य न पठितवन्तः. न पठितवन्तः. श्लक्ष्ण इति पदमपि पठितमस्ति. आचारेण श्लक्ष्ण, श्लक्ष्ण इत्युक्ते जेण्टल् आर् सिन्सियर् इति आचारेण स्वभा आचार आचार आवर्तनेन ये ये मनुष्याः ये पुरुषाः श्लक्ष्णः भवति इति कारणेन आचारेण श्लक्ष्ण इति व्यस्तप्रयोगस्य तृतीयतत्पुरुषसमासरूपं भवति आचारश्लक्ष्णः इति. आचारश्लक्ष्णः देवदत्ता इति वाक्य उपयोगम् इति उदाहरणमस्ति. अत्र अस्य परिच्छेदस्य विवरणं वर्गे न कृतम् इति कृत्वा अत्र स्थगयामः. कोऽपि प्रश्नः अस्ति चेत् पृच्छतु, नो चेत् विरमामः. Because this paragraph is a new paragraph added by Bhagini here. Because the Upasarga Samyoge. So, Sammishra is the example which is being given, which will be discussed in the class. Just not Mishra alone. Mishra, along with Upasarga Yoga, Mishra Padamabhi, Tridhiya Satpurusha Samasam Bhavati, iti Vartika Kara Vatati. Iti Kartva, Tatya Vartika Sya Uddharanam Dattamasti. This we'll discuss in the class today with Bhagini. Astu, kopi prashna nasti chet, sthagayamah, dhanyavada sarvebhyah. Dhanyavada mahodaya, shubharatri. Dhanyavada mahodaya. Dhanyavada. Dhanyavada mahodaya. Dhanyavada mahodaya.